कर्मयोगेन कर्म एव योगः कर्मयोगः तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थः यदि च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुचित्य अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु च उक्तं कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात् यदि पुनः अर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेव अनुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामि इति मतं भगवता कल्पेत् तदा रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात् तच्च अयुक्तं तस्मात् कयापि युक्त्या न समुच्चयो ज्ञानकर्मणः यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः तच्च स्थितम् अनिराकरणात् तस्याश्च ज्ञाननिष्ठायाः सन्न्यासिनामेव अनुष्ठेयत्वं भिन्नपुरुष अनुष्ठेयत्ववचनात् भगवतः एवमेव अनुमतमिति गम्यते मां च बन्धकारणे कर्मणि एव नियोजयसि इति विषण्णमनसम् अर्जुनं कर्म नारभे इत्येवं मन्वानम् आलक्ष्य आह् भगवान् न कर्मणाम् अनारम्भादिति अथवा ज्ञानकर्मनिष्ठयोः परस्परविरोधः एकेन पुरुषेण युगपत् अनुष्ठातुम् अशक्यत्वे सति इतरेतर अनपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठायाः ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वं न स्वातन्त्र्येण ज्ञाननिष्ठा तु कर्मनिष्ठ उपायलब्धात्मिका सति स्वातन्त्र्येण पुरुषार्थहेतुः अन्य अनपेक्ष इति एतमर्थं प्रदर्शयिष्यन् आह भगवान् न कर्मणामनारम्भात् नैष्कर्म्यं पुरुषोष्णुते न च संन्यसनादेव सिद्धिं समधिगच्छति न कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरेव अनुष्ठितानाम् उपात्तदुरितक्षैः हेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनां ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः यथादर्शतलप्रख्ये पश्यति आत्मानमात्मनि इत्यादि स्मरण अनारम्भ अनानुष्ठानां नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत् पुरुषः न अश्नुते न प्राप्नोति इत्यर्थः कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते इति वचनं तद्विपर्ययातो तेषाम् आरम्भात् नैष्कर्म्यम् अश्नुते इति गम्यते कस्मात् पुनः कारणात् कर्मणाम् अनारम्भात् नैष्कर्म्यं नाश्नुते इति उच्यते कर्मारम्भस्यैव नैष्कर्म्य उपायत्वं न हि उपायमन्त्रेण उपेयि प्राप्तिरस्ति कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य श्रुतौ इह च प्रतिपादनात् श्रुतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन तमेतं वेदानोचनेन ब्राह्मणा विविशन्ति यज्ञेन इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादितम् इहापि च संन्यासस्तु महाबाहो दुःखमाप्तम् अयोगतः योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् इत्यादि प्रतिपादयिष्यति ननु च अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरे इत्यादौ कर्तव्यकर्मसन्न्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति लोके च कर्मणामनारम्भ नैष्कर्म्यमिति प्रसिद्धतरम् अतश्च नैष्कर्म्यार्थिनः किं कर्मारम्भेण इति प्राप्तम् अतः न च संन्यसनादेव इति नापि संन्यसनादेव केवलात् कर्मप्रत्यागमात्रादेव ज्ञानरहितसिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्राप्नोति कस्मात् पुनः कारणात् कर्मसन्न्यासमात्रादेव केवलात् ज्ञानरहिता सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छति इति हेत्वा काङ्क्षायामः न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृतम् कार्यते ह्यवशः कर्म सर्वप्रकृतिजैर्गुणैः। न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित् तिष्ठति अकर्मकृत् सन् कस्मात् कार्यते प्रवर्त्यते हि यस्मात् अवश्य एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्वरजस्तमोभिः गुणैः अज्ञे इति वाक्यशेषः यतो वक्ष्यते गुणैर्यो न विचाल्यते इति साङ्ख्यानां पृथक्करणाम् अज्ञानामेव हि कर्मयोगः न ज्ञानिनां ज्ञानिनां तु गुणैः अचाल्यमानानां स्वतश्चरण अभावात् कर्मयोगो नोपपद्यते तथा च व्याख्यातं वेदाविनाशनम् इत्यत्र यत्तु अनात्मज्ञः चोदितं कर्म नारभते इति तदसदेव इत्याहं कर्मेन्द्रियाणि संयम्य यास्ते मनसा स्मरन् इन्द्रियार्थाविमूढात्मा मिथ्याचारस्स उच्यते कर्मेन्द्रियाणि हस्तादीनि संयम्य संवृत्य यः आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः सः उच्यते यस्मिन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते यस्तु पुनः कर्मणि अधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुनकर्मेन्द्रियैः वाक्पाण्यादिभिः किम् आरभते इत्याह कर्मयोगम् असक्तः सन् फलाभिसन्धिवर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् यतः एवम् अतः नियतं कुरु कर्मत्वं कर्मज्यायो ह्यकर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः नियतं नित्यं शास्त्रोपदिष्टं यो यस्मिन् कर्मणि अधिकृतः फलाय च अश्रुतं तत् नियतं कर्म तत् कुरुत्वं हे अर्जुन यतः कर्म ज्यायः अधिकतरं फलतः हि यस्म अकर्मणः अकर्णात् अनारम्भात् कथं शरीरयात्रा शरीरस्थितिः अपि च ते तव न प्रसिद्ध्येन् प्रसिद्धिं न गच्छेन् अकर्मणः अकर्ण अतः दृष्टः कर्माकर्मणोः विशेषो लोके यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति तदपि असत् कथं यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर यज्ञो वै विष्णुः इति श्रुतेः यज्ञः ईश्वरः तदर्थं यत् क्रियते तत् यज्ञार्थं कर्म तस्मात् कर्मणः अन्यत्र अन्येन कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्मबन्धनं यस्य स्वयं कर्मबन्धनः लोकः न तु यज्ञार्थात् अतः तदर्थं यज्ञार्थं कर्म कौन्तेय मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन् समाचरः निवर्तय इतश्च अधिकृतेन कर्म कर्तव्यं सः यज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वं येषवोत्पिष्टकामदक् सः यज्ञः यज्ञसहितः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा उत्पाद्य पुरा पूर्वं स्वर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां स्रष्ट अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं कुरुध्वम् एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधु इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्टकामधु कथं देवान् भावयतानेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेयः परमवाप्स्यथ देवानिन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन। ते देवाः भावयन्तो आप्यायन्तो वृष्ट्यादिना वह युष्म। एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यत। स्वर्गं वा परं श्रेयः अवाप्स्यत। किञ्च इष्टान् भोगान् हि वो देव दास्यन्ते यज्ञभाविताः तैर्दत्तानप्रदायैभ्यं योगं तेस्तेन एव सह। इष्टान् अभिप्रेतान् भोगान् हि वह युष्मभ्यं देवाः दास्यन्ति वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभावितः यज्ञैः वर्धिताः तोषिताः इत्यर्थः। तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा आनृण्यम् अकृत्वा इत्यर्थः। येभ्यः देवेभ्यः यः भुङ्क्ते स्वदेहीन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव सः देवादिस्वापहारी। ये पुनः यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते त्वघं पाप ये पचन्त्यात्मकारणम्। देवयज्ञादि निर्वर्त्य तच्छिष्टम् अचनम् अमृताख्यम् अचितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः सर्वपापैः चुल्यादिपञ्चसूनाकृतैः प्रमादकृतहिंसादिजानितैश्च अन्यैः। ये तु आत्मवर्यः भुञ्जते तौ अघं पापं स्वयमपि पापः। ये पचन्ति पाकं निर्वर्तयन्ति आत्मकारणम् आत्महेतोः।